पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 55 विष्णुरुवाच भावं विदित्वा सुरराज्य तस्या प्रोवाचकामं पुरदस्थितं सः न चास्ति शक्या स्मरते जयाय सत्यात्मकध्यानशुद्धं शिता सती धर्माख्यचापं स्वकरे गृहीत्वा ज्ञानाभिधानं वरमेव बाणं योद्धुं रणे सम्प्रति संस्थिता सती वीरो यथा दर्पितवीर्यभावः जिगीषयेयं पुरुषार्थमेव त्वमात्मनः कुरुषे पौरुषं तु त्वामद्य जेतुं समरे समर्था यद्भाव्यमेवं तदिहैव चित्र्यं दग्धोऽसि पूर्वं त्वमिहैव शम्भुना महात्मना तेन समं विरोधं कृत्वा फलं तस्य विकर्मणश्च जातोऽस्यनङ्गस्मरसत्यमेव यथा त्वया कर्म कृतं पुरा स्मरफलं तु प्राप्तं तु तथैव तीव्रं सुकुत्सितां योनिमवाप्स्यसि ध्रुवं साध्व्यानया सार्धमिहैव कथ्यसे ये ज्ञानवन्धपुरुषा जगत्त्रये वैरं प्रकुर्वन्ति महात्माभिः समम् भुञ्जन्ति ते दुष्कृतमेव तत्फलं दुःखान्वितं रूपविनाशनं च व्याकुष्य आवां तु व्रजामकाम येनां परित्यज्य सतीं प्रयुज्य सत्याप्रसङ्गेन पुरा मया दुर्लब्धं फलं पापमयं त्वसह्यम् त्वमेव जानासि चरित्रमेदच्चप्तोऽस्मि तेनापि च गौतमेन जातश्च मेष वृषणः सदा ह्यहं भवान् गतो मान्दु विहाय तत्र तेजप्रभावो ह्यदुलसदीनां दादा समर्थः सहितुं न सूर्यः सु कुत्सितं रूपमिदं तु रक्षेत् पुरानुसूया मुनिना हि शब्दं निरुध्य सूर्यं परिवेगवन्दमुद्यं तमेवं प्रभया सुदीप्तं भर्तुश्च मृत्युं परिबाधमानं माण्डव्यशापस्य च कौण्डिनस्य अत्रे प्रिया सत्यपतिव्रता तया स्वपुत्रतां देवत्रयं हि नीतं न किं पुरा मन्मथ ते श्रुतं सदा संस्कारयुक्ता प्रभवन्ति सत्यः सावित्रीनाम्नि द्युमत्सेन पुत्री नीदं प्रियं स पुनरानिनाय यमादि हैवाश्वपदे सुपुत्रं सदी त्वमेवं परिसंश्रुतं च अग्ने शिखां कः परिसंस्पृशेद्वै तरेद्धि कः सागरमेव मूढः गलेदु बद्धासु शिलां भुजाभ्यां को वा सदीं पश्यति वीतरागाम् उक्ते दुवाक्ये बहुनीधियुक्ते इन्द्रेण कामस्य सुशिक्षणार्थम् आकर्ण्यवाक्यं मकरध्वजस्तु उवाच देवेन्द्रमथैनमेव काम उवाच तवादिदेशादहमागदो वै धैर्यं सुहृत्वं पुरुषार्थमेव त्यक्त्वा तदर्थं परिभाषसे मां निःस सत्त्वरूपं बहुभीतियुक्तम् व्याबुद्धि यास्यामि यदा सुरेशस्याल्लोकमध्ये मम कीर्तिनाशः ऊढिं करोमानविहीन एव सर्वे वदिष्यन्त्यनयाजिदं माम् ये वैजिदा देवगणाश्च दानवा पूर्वं मुनीन्द्रास्तपः प्रयुक्ताः हास्यं करिष्यन्ति ममापि सद्यो नार्याजिदो मन्मथ एष भीमः तस्मात् प्रयास्यामि त्वयैव सार्धमस्या बलं मानमदः सुरेश तेजश्च धैर्यं परिणाशयिष्ये कस्माद् भवानत्र बिभेदि शक्र सम्बोध्य चैवं स सुराधिनाथं चापं गृहीतं सशरं सुपुष्पम् उवाच क्रीडां पुरतस्थितां तां विधाय मायां भवदी प्रयातु वैश्यस्य भार्यां सुकलां सुपुण्यां सत्ये स्थितां धर्मविदां गुणज्ञाम् इतो हि गत्वा कुरु कार्यमुक्तं साखायरूपं च प्रिये सखे शृणु क्रीडां समाभाष्य ततो मनो भवस्त्वं ते स्थितां प्रीतिमधाह्वयत्पुनः कार्यं भवत्या मम कार्यमुत्तमे तां सुस्नेहै परिभावयत्वम् इन्द्रं हि दृष्ट्वा सुकला यथा भवेत् स्नेहानुगाचारु विलोचनेयं तैस्तैप्रभावैर्गुणवाक्ययुङ्क्तैर्नयस्ववश्यं च प्रिये सखे शृणु भो भो सखे साधय गच्छ शीघ्रं मायामयं नन्दनरूपयुक्तं पुष्पोपयुक्तं च फलं प्रधानं कुष्ठं रोधैः कोकिल षट्पदानाम् आहूय वीरं मकरं तमेव रसायनं स्वादुगुणैरुपेदम् सखानिलाद्यैर्निजकर्मयुक्ताय सम्प्रेषयित्वा पुनरेव कामम् एवं समादिश्य महत्ससैन्यं त्रैलोक्यसम्मोहकरं तु कामः चक्रे प्रयाणं सुरराजसार्धं सम्मोहनायैव महासदीं ताम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने सुकलाचरित्रे पञ्चपञ्चाशत्तमोऽध्यायः ॐ